पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 5 भीष्म उवाच कथं सती दक्षसुता देहं त्यक्तवती शुभा दक्षयज्ञस्तु रुद्रेण विध्वस्तः केन हेतुना यदन्मे कौतुकं ब्रह्मन् कथं देवो महेश्वरः जगामाधक्रोधवशं त्रिपुरारिर्महायशाः पुलस्त्य उवाच गङ्गाद्वारे पुरा भीष्म दक्षो यज्ञमधाब्रभद तत्र देवाः सुरगणाः पितरोधमहर्षयः समाजग्मोर्मुदा युक्ताः सर्वे देवाः सवासवाः नागा यक्षा सुपर्णाश्च वीरुदोषधयस्तथा कश्यपो भगवानत्रिः पुलस्त्यः पुलः क्रदुः प्रचेतसोऽङ्गिराश्चैव वसिष्ठश्च महातपः तत्र वेदीं समां कृत्वा चादुर्होत्रं न्यवेशयद होता वसिष्ठस्तत्रासीदङ्गिराध्वर्युसत्तमः बृहस्पतिरधोद्गादा ब्रह्मा वै नारदस्तथा यज्ञकर्मप्रवृत्तौ तु हूयमानेषु चाग्निषु आगदावसवः सर्व आदित्या द्वादशैव तु अश्विनौ मरुतश्चैव मनवश्च चतुर्दश एवं यज्ञे प्रवृत्ते तु हूयमानेषु चाग्निषु विभूतिं तां परां तत्र भक्ष्यभोज्यकृतां शुभाम् आलोक्य सर्वतो भूमिं समं तादशयोजनं महावेदी कृता तत्र सर्वैस्तत्र समन्वितैः सर्वान् देवान् शक्रमुख्यान् यज्ञे दृष्ट्वा सती शुभा तदा सानुनयं वाक्यं प्रजापतिमभाषत सत्युवाच ऐरावतं समारूढो देवराजशतक्रदुः पत्न्या शच्या सहायादकृदा वासशतक्रदुः पापानां यो यम इता धर्मेणा धर्मिणां प्रभुः पत्न्या धूमोर्नया सार्धमिहायादः स दृश्यते यादसां च पतिर्देवो वरुणो लोकभावनः गौर्या पत्न्या सहायादः प्रचेता मण्डपेत्विह सर्वयक्षाधिपो देवः पुत्रो विश्रवसो मुनेः पत्न्यात्विह समायादः सह देव्या धनाधिपः मुखं यः सर्वदेवानां जन्तूनामुदरे स्थितः वेदा यदर्थमुत्पन्ना सोऽयं यज्ञमुपागतः निरृतिराक्षसेन्द्रोऽसौ दिक्पदित्वे नियोजितः स च त्विहागतस्ताद पत्न्या सार्थं क्रताविह आयुःप्रदो जगत्यस्मिन् ब्रह्मणा निर्मितः पुरा प्राणोपानो व्यान उदानसमानाह्वयस्तथा एको न पञ्चाशत्केन गणेन परिवारितः यज्ञे प्रजापतिश्चासौ वायुर्देवः समागतः द्वादशात्मा ग्रहाध्यक्षः चक्षुषी जगतस्त्विह पादिवै भुवनं सर्वं देवानां यः परायणः आयुषश्च वनानां च दिवसानां पदिर्हि यः संज्ञा पदिरिहायादो भास्करो लोकपावनः अत्रिवंशसमुद्भूतो द्विजराजो महायशाः नयनानन्दजननो लोकनाथो धरातले ओषधीनां पथिश्चापि वीरुधामपि सर्वशः उडुनाथः सपत्नीक इहायातशशी तव वसवोष्टौ समायाता अश्विनौ च समागतौ वृक्षो वनस्पतिश्चापि गन्धर्वाप्सरसां गणाः विद्याधरा भूतशङ्खा वेताला यक्षराक्षसाः पिशाचाश्चोग्रकर्माणस्तथान्ये जीवकारकाः नद्यो नदाः समुद्राश्च द्वीपाश्च सह पर्वतैः ग्राम्यारण्याश्च पशवो यदिङ्गं यच्चनेङ्गदि कश्यपो भगवानत्रिर्वसिष्ठश्चापरैः सह पुलस्त्यपुलहश्चैव सनकाद्या महर्षयः पुण्याराजर्षयश्चैव पृथिव्यां ये च पार्थिवाः वर्णाश्चाश्रमिणश्चैव सर्वे ये कर्मकारिणः किमत्र बहुनोक्तेन ब्राह्मी सृष्टिरिहागता भगिन्यो भागिनेयाश्च भगिनी पदयस्त्विमे स्वभार्या सहिता सर्वे सपुत्राः सह बान्धवाः त्वया समर्चिता सर्वे दानमानपरिग्रहैः आमन्त्रणामन्त्रितानां सर्वेषां मानना कृता एक एवास्त्र भगवान् पदिर्मेन समागतः विना तेन त्विदं सर्वं शून्यवत् प्रतिभाति मे मन्ये चाकं तु भवता पदिर्मेन निमन्त्रितः विस्मृतस्ते भवेन्नूनं सर्वं शंसदु मे भवान् पुलस्य उवाच तस्यास्तदुक्तं वचनं श्रुत्वा दक्षप्रजापतिः पदिस्नेहसमायुक्तां प्राणेभ्योऽपि गरीयसीम् अङ्गमारोप्यतां बालां साध्वीं पदिपरायणां पदिव्रतां महाभागां पदिप्रियहितैषिणीं प्राहगम्भीरभावेन शृणुवत्से यथा तथम् येनाद्य कारणेनेह पदिस्थेन निमन्त्रितः कपालपात्रधृच्चर्मी भस्मावृततनुस्तथा शूलीमुण्डीजनग्नश्च श्मशाने रमदे सदा विभूत्याङ्गानि सर्वाणि परिमार्ष्टिजनित्यशः व्याघ्रचर्मपरिधानो हस्तिचर्मपरिच्छदः कपालमालं शिरसि खड्वाङ्गं च करे स्थितं कट्यां वै गोनसम्बद्ध्वा लिङ्गे स्नां वलयं तथा पन्नगानां तु राजानमुपवीतं च वासु किम् कृत्वा भ्रमदि चानेन रूपेण सततं क्षितौ नग्ना गणाः पिशाचाश्च भूतसङ्गाह्यनेकशः त्रिनेत्रश्च त्रिशूली च गीतनृत्यरथः सदा कुत्सितानि तथान्यानि सदा ते कुरुदे पदिः त्रपाकरो भवेन्मह्यं देवानां संनिधिः कथं कीदृक्च वसनं तस्य केतनं प्रदिनार्हति एतैर्दोषैर्मया वत्से लोकानां चैव लज्जया नाह्वानं तु कृतं तस्य कारणेन मया सुदे यज्ञस्यास्य समाप्तौ तु पूजां कृत्वा त्वया सह आनीय तव भर्तारं त्वया सह त्रिलोचनं त्रैलोक्यस्याधिकां पूजां करिष्यामि च सत्कृतैः ये दत्ते सर्वमाख्यातं त्रपाया कारणं महद नात्र मन्युस्त्वया कार्यः सर्वस्वं भागमर्हति अन्यजन्मनि यैर्याद्धिकृतं कर्म शुभाशुभम् इह जन्मनि ते तादृक्पुत्रिके भुञ्जदे फलं परितापं मा कृधास्त्वं फलं भुङ्क्ष्व पुराकृतम् श्रियं परगदां दृष्ट्वा रूपसौभाग्यशोभनां रूपं च कान्तिसौभाग्यं रम्याण्याभरणानि च कुले महदि वै जन्म वपुश्चातीव सुन्दरं पूर्वभाग्यैस्तु लभ्यन्ते नरैरेतानि सुव्रते मात्मानं परिनिन्देधामाजभाग्यानि सुव्रते फलं चैवं विधिकृतं दातुं कस्य तु कः क्षमः नास्ति वै बलवान् कश्चिन्न मूढो न च पण्डितः पाण्डित्यं च बलं चैव जायते पूर्वकर्मणः ये दे देवादिवं प्राप्ता शोभमानास्थिताश्चिरं पुण्येन तपसा चैव क्षेत्रेषु विविधेषु च यदेभिरार्जितं पुण्यं तस्यैदे फलभागिनः एवमुक्ता ततः साधु सदी भीष्मरुषान्विता विनिन्दमानापितरम् क्रोधेनारुणिते क्षणा एवमेतद्यथा तादत्वया चोक्तं ममाग्रदः सर्वो जनः पुण्यभागी पुण्येन लभते श्रियं पुण्येन लभते जन्म पुण्ये भोगाः प्रतिष्ठिताः तदयं जगदामीश सर्वेषामुत्तमोत्तमः स्थानान्येतानि सर्वेषां दत्तान्येतेन धीमता ये गुणास्तस्य देवस्य वक्तुं जिह्वापि वेधसः न शक्ताख्यापने तस्य देवस्य परमेष्ठिनः भस्मास्ति च कपालानि श्मशाने वसतिस्तथा गोनसाद्याश्च ये सर्पाः सर्वे ते भूषणीकृताः भूतप्रेतगणास्तस्य पिशाचा गुह्यकास्तथा येष धाता विधाता च येष पालयिता दिशः प्रसादेन च रुद्रस्य प्राप्तस्वर्गः पुरन्दरः यदि रुद्रेऽस्ति देवत्वं यदि सर्वगतशिवः सत्येन तेन ते यज्ञं विध्वंसयतु शङ्करः यद्यस्ति मे तपः किञ्चित् कश्चिद्धर्मोऽधवा कृतः फलेन तस्य धर्मस्य यज्ञस्तेनाशमर्हति प्रियाहं यदि देवस्य यदि मां तारयिष्यति तेन सत्येन ते गर्वसमाप्तिमभिगच्छतु युत्युक्त्वा योगमास्थाय स्वदेहस्तेन तेजसा निर्ददाह तदात्मानं सदेवासुरपन्नगैः किं किमेददिति प्रोक्ते गन्धर्वगणगुह्यकैः गङ्गाकूले तदा मुक्तो देहो वैक्रुद्धया तया सौनकं नाम तत्तीर्थं गङ्गायाः पश्चिमे तटे श्रुत्वा रुद्रस्तु तद्वार्तां पत्न्यानाश्च सुदुःखितः हन्तुं यज्ञं धीरभवद्देवानामिह पश्यतां गणकोटिस्समाधिष्ठाग्रहा वैनायकास्तथा भूतप्रेतपिशाचाश्च दक्षयज्ञविनाशने तैर्गत्वा विबुधाः सर्वे यज्ञे निर्जित्यनाशिताः हदे यज्ञे तदा दक्षो निरुत्साहो निरुद्यमः उपगम्याब्रवीत्रस्तो देवदेवं पिनाकिनं न ज्ञातोऽसि मया देव देवानां प्रभुरीश्वरः त्वमस्य जगदोदीशसुरा सर्वे त्वया जिताः कृपां कुरु महेशान गणान् सर्वान्निवर्तय गणैर्नानाविधैर्घोरैर्नानाभूषणभूषितैः नानावदनदं तौष्ठैर्नानाप्रहरणोद्यतैः नानानागेन्द्रसन्दष्टजडाभारोपशोभितैः सुदृढोद्धत दर्पाढ्यैर्घोरैर्घोरनिखादिभिः कामरूपैरकांस्तैश्च सर्वकामसमन्वितैः अनिवार्यबलैश्चोग्रैर्योगिभिर्योगगामिभिः व्यालोलकेसरजडैर्दंष्ट्रोत्कटः सन्मुखैः करीन्द्रकरटाटोपपाटवै सिंहदेहिभिः केचित् परमदाघ्राणघूर्णदीपसमप्रभैः विचित्रचित्रवसनैर्धीरधीरवारधिभिः मृगव्याघ्रसिंहरुतैस्तरक्ष्वजिनधारिभिः भुजङ्गहारवलयकृतयज्ञोपवीतकैः शूलाशिपट्टिशधरैः परशुप्रासहस्तहैः वज्रक्रकचकोदण्डकालदण्डास्त्रपाणिभिः गणेश्वरैः सुदुर्धर्षैर्वृतसूर्यो ग्रहैरिव देवदेव महादेवनष्टो यज्ञो दिवं गदः मृकरूपधरो भूत्वा भयभीतस्तु शङ्कर नमः शङ्खा भदेवाय सगणाय सनन्दिने स्पृशा सनाय सोमाय क्रदुकालान्धकाय च नमो दिक्चर्मवस्त्राय नमस्ते तीव्रतेजसे ब्रह्मणे ब्रह्मदेवाय ब्रह्मण्यायामिताय च गिरीशाय सुरेशाय ईशानाय नमो नमः रुद्राय प्रदिवज्राय शिवाय क्रधनाय च सुरासुराधिपतये यतीनां पतये नमः धूम्रोग्राय विरूपाय यज्वने कोररूपिणे विरूपाक्षाशुभाक्षाय सहस्राक्षाय वै नमः मुण्डाय चण्डमुण्डाय वरखड्वाङ्गधारिणे कव्यरूपाय हव्याय सर्वसंहारिणे नमः भक्तानुकम्पिनेत्यर्थं रुद्रजाप्यस्तुताय च विरूपाय सुरूपाय रूपाणां शतकारिणे पञ्चास्याय शुभास्याय चन्द्रास्याय नमो नमः वरदाय वरार्हाय कूर्माय च मृगाय च लीलालकशिखण्डाय कमण्डलुधराय च विश्वनाम्नेधविश्वाय विश्वेशाय नमो नमः त्रिनेत्रत्राणमस्माकं त्रिपुरघ्नविधीयतां वाङ्मनःकाय भावैस्तु प्रपन्नस्य महेश्वर एवं स्तुतस्तदा देवो दक्षेणापन्नदेहिना दिव्येनानेन स्तोत्रेण भृशमाराधितस्तदा समग्रं ते यज्ञफलं मया दत्तं प्रजापदे सर्वकामप्रसिद्ध्यर्थं फलं प्राप्स्यस्यनुत्तमम् एवमुक्तो भगवदा प्रणम्याथ सुरेश्वरं जगामस्वनिकेतं तु गणानामेव पश्यतां पत्न्या शोकेन वै देवो गङ्गाद्वारे तदा स्थितः तां सदीं चिन्तयानस्तु क्व नु सा मे प्रिया गदा तस्य शोकाभिभूतस्य नारदो भवसन्निधौ सा ते सती या देवेश भार्या प्राणसमामृता हिमवद्दुहिता सा च मेना गर्भसमुद्भवा जग्राह देहमान्यं सा वेदवेदार्थवेदिनी श्रुत्वा देवस्तदा ध्यानमवतीर्णामपश्यत कृतकृत्यमधात्मानं कृत्वा देवस्तथा स्थितः सम्प्राप्तयौवना देवी पुनरेव विवाहिता एवं हि कथितं भीष्म यथा यज्ञो हतः पुरा इति श्री पद्मपुराणे प्रथमे सृष्टिखण्डे दक्षयज्ञविध्वंसो नाम पञ्चमोऽध्यायः ॐ